भगिनी अत्र आरम्भमङ्गलश्लोकं वक्तुं शक्यते खलु, वदतु। आम् आं भगिनि, अस्तु भगिनि। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। अज्ञानान्तस्य लोकस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्री सरस्वत्यै नमः। ॐ श्री गणेशाय नमः। ॐ श्री गुरुभ्यो नमः। हरिः ओम्। धन्यवादः भगिनि। अस्तु, बहवः धन्यवादाः मम कृते एव अत्र सन्ति। अस्तु, इदानीं गतवर्गे वयं पाणिनि विषये मातुः पुष्पदीक्षितमहोदयया किं किम् उक्तम् इति वयं दृष्टवन्तः। पूर्वं पाणिनिमहर्षिणा अत्र बहवः सूत्राणि, चतुर्सहस्रं सूत्राणि कृतमेव, परन्तु अत्र क्रमशः अत्र द्रष्टुं न शक्यते एव। परन्तु मातुः वैलक्षण्यं किमस्ति चेत् वयं दृष्टवन्तः, अकारान्त आकारान्त ईकारान्त ईकारान्त ओकारान्त ऊकारान्त ऋकारान्तः, अनन्तरं हलन्दशब्दम् अस्ति चेत् अत्र उपधायां यत् वर्णः तिष्ठति तत् स्वीकृत्य एव अत्र कार्यं कर्तुं शक्यते एव। अतः तत्र बहवः विषयाः वयं स्वीकृतवन्तः पुष्पदीक्षितमहोदयय बहु वैलक्षण्यमस्ति, क्रमशः वक्तुं शक्यते एव। इदानीमत्र पाणिनिव्याकरणपरिचयः प्रथमबिन्दुः, प्रकरणप्रक्रियाभेदः, प्रकरणं किम् अस्ति, प्रक्रिया किम् अस्ति। इदानीमत्र वयं गीता श्रीधर् अत्र अद्य अष्टाध्यायीग्रन्थस्य नाम अद्य आरभ्य पठतु कृपया। अस्तु भगिनि, अष्टाध्यायी प्रत्ययस्य नाम वयं सर्वे श्रुतवन्तः, परन्तु एकं तथ्यम् अतीव न्यूनाः जानन्ति। पाणिनेः व्याकरणं सरलं, पाणिनव्याकरणं कठिनम् इति मतं बहूनां मनसि वर्तते। इदम् एकम् अन्यथा चिन्तनम् इति पुष्पादीक्षित् महोदयायाः बोधः। वस्तुतः एव चिन्तनविधि मनसि निधाय कोऽपि अग्रे सरति चेत् पाणिनिव्याकरणं सरलम् इति महोदया वदति। तस्याः मनसि पाणिनेः समदृष्टिः वर्तते। इयं समदृष्टिः समग्रदृष्टिः सर्वत्र प्रसारिता भवतु इति महोदयायाः जीवनलक्ष्यम्। अधुना एषा एव व्याकरणसमग्रदृष्टिः इत्यस्य प्रसङ्गे वक्तव्यम् अस्ति चेत् येन भवन्तः अपि अवगन्तुं शक्नुयुः यत् पाणिनिव्याकरणं सरलम्। अस्तु, अत्र प्रतिपादयितुं शक्नोति वा? प्रतिपङ्क्तिः स्वीकृत्य अत्र प्रतिपादयतु, किमपि नास्ति, नूतनं नास्ति एव, वदतु भगिनी। गतसप्ताहपर्यन्तम् अहं न आगतवती। अस्तु, अहम् अत्र प्रतिपादनं करोमि। अष्टाध्यायीग्रन्थस्य नाम अष्टाध्यायीग्रन्थस्य नाम वयं सर्वे श्रुतवन्तः एव, बहवः वर्गाः एतत् विषये अचलत्, अतः वयं जानीमः। अष्टाध्यायी अष्टानाम् अध्यायानां समग्रः चिन्तनं यत्र भवति तत् स्थाने एव वयम् अष्टाध्यायी इति अष्ट अध्यायः यत्र सन्ति प्रति अध्यायः अष्ट अध्यायः पर्यन्तम् अनन्तरं प्रथम अध्यायः स्वीकुर्मः चेत् अत्र प्रथमपादः द्वितीयपादः तृतीयपादः चतुर्थपादः इति सन्ति वयं जानीमः एव एतत् विषये अष्ट अध्यायी अत्र अष्टमपर्यन्तम् अध्यायः अत्र सन्ति एव अत्र वयम् एतत् विषये स्वीकृतवन्तः श्रुतवन्तः अपि परन्तु एकं सद्यं तत् इयम् अतीवन्यूना जानन्ति पाणिनेः व्याकरणं सरलम् पाणिनेः व्याकरणं बहु सरलम् इति वयं जानन्ति एव पाणिनीयव्याकरणं कठिनम् इति मतं बहुना मनसि वर्तते बहु कठिनम् अत्र अचिष्णु धातु ब्रुवाङ् युवोर् इयङ् उवङ्गौ बहु कठिनं सरलं नास्ति यत्र यत्र साधकः प्रयत्नं करोति तत् समये सर्वं आमलकमिव हस्ते आमलकं तिष्ठति वयं द्रष्टुं शक्यते एव खलु तदेव यत्र प्रयत्नम् अस्ति तत् समये एतत् सर्वं सरलमेव परन्तु मनसि ओ बहु कठिनम् इति वर्तते इदम् एकम् अन्यथा चिन्तनम् इति पुष्पदीक्षितमहोदयाः बोधः वस्तुतः पाणिनेः एव चिन्तनी विधिं मनसि निधाय कोऽपि अग्रे सरति चेत् पाणिनीयव्याकरणं सरलम् इति महोदय वदति अत्र सा एव अत्र अकारान्तः रामशब्दं स्वीकुर्मः चेत् अकारान्तः पुल्लिङ्गः रामशब्दः अत्र पूर्वम् अत्र क्रमशः नास्ति भवती आगत्य अकारान्तः आकारान्तः इकारान्तः ईकारान्तः इति अत्र शब्दमञ्जर्यामपि वयं द्रष्टुं शक्यते एव रामः अकारान्तः पुल्लिङ्गः रामशब्दः आकारान्तः रमाशब्दः स्त्रीलिङ्गः इति वयं पृथक्तया कर्तुं शक्यते एव अतः पाणिनीव्याकरणं सरलमिति महोदय पुष्पदीक्षितमहोदय वदति एव तस्याः मनसि पाणिनेः वदतु प्रश्नः अस्ति वा आम् आं भगिनि पुष्पदीक्षित महोदया एव ईदृशं विभजनं कृतवती वा गतवर्गे भवती न आगतवती खलु आम् आम् आं भगिनि सा एव कृतवती वा सा एव कृतवती गतव एतत् मया अत्र प्रेषितं खलु लिङ्क् विकिपीडिया अहं न दृष्टवती भगिनि पश्यामि मातुः वैलक्षण्यं किम् अस्ति इति इतः पूर्वं भवति एव 08 इदानीं 09 एव अस्ति खलु पाणिनीयव्याकरणपरिचयः प्रथमबिन्दुः अत्र अष्टमबिन्दुः द्रष्टुं शक्यते चेत् गच्छतु अत्र पश्यतु पुष्पदीक्षितमहोदयायाः एव एतत् अत्र पृथक्तया सरलरूपेण दत्तम् अतः एव अत्र बहु सुलभम् अस्ति सरलमेव इति महोदय वदति अस्तु इदानीं तस्याः मनसि पाणिनेः समग्रदृष्टिः समग्रदृष्टिः वर्तते इयं समग्रदृष्टिः सर्वत्र प्रसारिता भवतु इति महोदयायाः जीवनलक्षणं सा जीवति एव अत्र उत्तरकाण्डमध्ये तस्याः कृते एकः गुरुकुलमपि अस्ति एकं गुरुकुलमपि अस्ति जीवति एव पुष्पदीक्षितमहोदय, तस्य तस्याः वर्गः अपि चलन्ति एव, परन्तु एतत्तु हिन्दीभाषायां चलन्ति। अस्तु, इदानीम् अधुना एषा एव व्याकरण समग्रदृष्टिः समग्रदृष्टिः इत्यस्य प्रसङ्गे वक्तव्यमस्ति, येन भवन्तः अपि अवगन्तुं शक्नुयुः यत् पाणिनीयव्याकरणं सरलम् इति। अस्तु, इदानीम् अग्रे पश्येम। अत्र अनन्तलक्ष्मी पठितुं शक्यते वा? अत्र प्रमुख पठतु। नमस्कारः। अत्र प्रमुखवार्ता अध्ययनविधिः सङ्गणके यावती सूचना स्थापते तावती स्वीक्रियते तेन चिन्ता नास्ति, परन्तु मनुष्यस्य मस्तिष्कः न तथा। लौकिकी सूचना तत्र सीमा अस्ति। सूचनायाः आयोजनशैलीम् अवलम्ब्य मनुष्यः अधीते सूचनायोजनं समीचीनं चेत् शीघ्रमेव अधिकं शिक्षते। गणितविषये भवतु, विज्ञानविषये भवतु, सङ्गीतविषये भवतु, कस्मिन्नपि विषये सूचनायोजनं सम्यक् चेत् शीघ्रमेव अधिकं शिक्षते मनुष्यः। सूचनायोजनं सम्यक् नास्ति चेत् मनुष्यः मन्दं न्यूनमेव अनुबुध्यते। अत्र प्रमुखवार्ता अध्ययनविधिः, प्रमुख मुख्य प्र उपसर्गपूर्वकः मुख्य इति धातुः अस्ति, वार्ता इति स्त्रीलिङ्गपदं, वार्ता इत्युक्ते न्यूस् एव, अत्र वार्तापत्रिका इति अस्ति। अध्ययनविधिः किं किम् अस्ति, अध्ययनं करणीयमेव, सर्वत्र अध्ययनं करणीयम्, अध्ययनं विना कोऽपि अत्र मनसि स्थापनार्थं न शक्नुमः। इदानीं सङ्गणके यावती सूचना स्थाप्यते तावती स्वीक्रियते तेन चिन्ता नास्ति। सङ्गणके इत्युक्ते कम्प्यूटर् मध्ये स्थाप्यते तावती स्वीक्रियते तेन चिन्ता नास्ति, परन्तु मनुष्यस्य मस्तिकः न तथा। मस्तिकः इत्युक्ते यत् पुस्तकमस्ति तत् अस्माकं मस्तके नास्ति, मस्तकम् इत्युक्ते हेड् शिरः एव। अत्र मनुष्यस्य मस्तकः न तथा। कम्प्यूटर् मध्ये बहवः अत्र स्थापितुं शक्यते एव, परन्तु मनुष्यस्य मस्तके अत्र सर्वं पुस्तके एव अस्ति, मम मनसि किमपि नास्ति, मम मस्तके किमपि नास्ति इति वक्तुं शक्नुमः। लौकिकी सूचना तत्र सीमा अस्ति खलु, सीमा इत्युक्ते बौण्ड्री लिमिट्, अत्र सन्ति एव, सर्वत्र सन्ति एव। पूर्वम् अस्माकं कृते वयसि बाल्यवयसि, अनन्तरं यौवनवयसि, किं किम् अभवत् इति समीचीनतया वक्तुं न शक्नुमः. अत्र सीमा सन्ति एव. सूचनायाः आयोजनशैलीम् अवलम्ब्य मनुष्यः अतीते यत्र मनसि तिष्ठति अत्र आयोजनशैलीम् अवलम्ब्य एव मनसि किं तिष्ठति एतत् अवलम्ब्य इत्युक्ते विच् इस् हेङ्गिङ्ग् इन् अवर् मैण्ड्. सूचनायोजनं समीचीनं चेत् शीघ्रमेव अधिकं शिक्षते. ऐन्दिल् विलयादद् ऐम्बदिल् विलयाद् अतः सूचनायोजनं समीचीनं चेत् मनसि यत् तिष्ठति पशुमरतानि पोल् अस्माकं मनसि स्थाप्यते एव. अतः गणितविषये भवतु, विज्ञानविषये भवतु, सङ्गीतविषये भवतु, कस्मिन्नपि विषये सूचनायोजनं सम्यक् चेत् मनसि सम्यक् तिष्ठति चेत् अतः एव बाल्यवयसि बाल्य एतत् अष्टाध्यायी चतुस्सहस्रम् अस्ति खलु. अत्र बाल्यवयसि एतत् मनसि तिष्ठति एव समये एतत् पठनीयमेव. अधुना एषा एव व्याकरण समग्रवद्दृष्टिः इत्यस्य प्रसङ्गे किं नान अत्र कस्मिन्नपि भवतु सङ्गीतविषये वा विज्ञानविषये वा गणितविषये वा अत्र समीचीनतया मनसि यत्र अध्ययनसमये मनसि स्थाप्यते मनसि तिष्ठति तत् समये शीघ्रमेव शिक्षते मनुष्यः. सूचनायोजनं सम्यक् नास्ति चेत् मनुष्यः मन्दं न्यूनमेव अनुभूयते. अत्र मनसि सम्यक्तया अध्ययनं नास्ति चेत् तत्र न्यूनमेव मनसि तिष्ठति. इदानीमत्र अग्रे पश्येम किमस्ति इति. अञ्जना पठितुं शक्यते वा पाणिनेः अत्र परिच्छेदः द्वि स्वीकृत्य पठतु नाम पूर्वपङ्क्ति पठामः. तत् तर्हि शिक्षणविधिः सम्यक् स्यात् इति सिद्धान्तः अत्र आरभ्य पठतु. तर्हि शिक्षणविधिः सम्यक् स्यात् इति सिद्धान्तः स्यात् नास्ति स्यात् खलु सिद्धान्तः. एकनिमिषम् अञ्जना भगिनी अत्र अस भुवि धातोः अस इति अस्ति अत्र भुवि इति अस्ति अत्र एतत् स्यात् एतत् विधिलिङ्ग् लकारः अस् इति किम् अस्ति अस् इत्युक्ते अत्र एक्सिस्टिङ्ग् खलु विधिलिङ्ग् स्यात् स्याद् इति वा अवसाने इत्युक्ते अत्र दकारस्य प्रथमं जलां जशन्ते इत्यनेन स्याद् अनन्तरं स्यात् इति सकारः अर्धमात्रा एव स्यात् अत्र एक्सिस्टिङ्ग् स्यात् एव स्यात् पूर्णतया पठतु एतत् सर्वं स्यात् स्युः अर्धमात्रा एव स्युः त्याः शातां त्यायत त्यां त्यावा त्यामाम् अत्र स्यात् स्याद् स्याताम् स्युः स्याः मधिमगृहे एकवचनं विधिलिङ्ग् मध्ये स्यातं स्यात् आफ आ अर्ध सकारः एव अर्धमात्रा एव स्याम् इति अस्ति स्याम् स्याव स्याम इति अस्ति अस्तु इदानीं पठतु तर्हि शिक्षणविधिः सम्यक् स्यात् तर्हि शिक्षणविधिः सम्यक् स्यात् इति सिद्धान्तः शिक्षणविधिः सम्यक् चेत् मनुष्यस्य क्षमता तेन वर्धिता भवति तस्याः च वर्धिता क्षमतायाः पूर्तिः अपि तेन विधिना भवति अनया दृष्ट्या पाणिनिः अत्युत्तमः अध्यापकः तस्य अष्टाध्यायी ग्रन्थस्य सूचना योजना शैली विलक्षणा कथं विलक्षणा इति चेत् संस्कृतभाषाया आकृतिः तु बृहतीः अस्याः बृहदाकृत्याः प्रकटीकरणार्थ यत् विशिष्टज्ञानयोजनम् आवश्यकम् अष्टाध्यायाः तादृशमेव एकं विशिष्टज्ञानयोजनं नाम्रा नेक्स्ट् पेर पठितुम् अग्रे अपि पठतु पाणिनेः नाम्ना तृतीयविभक्ति एकवचनम् अस्तु पाणिनेः पूर्वं वह वैयाकरणाः आसन् तैः विरचितः ग्रन्थश्च आसन् परन्तु एकवारं यदा अष्टाध्यायी आगता तदा अन्ये सर्वे ग्रन्थाः शैनैः त्यक्ताः किमर्थम् अष्टाध्यायी ग्रन्थः सम्पूर्णः इति सत्यं तस्य लघुत्वं वर्तते इत्यपि सत्यं परन्तु कारणेषु अन्यतमम् इदम् अवश्यं विशालविषयस्य कृते एका विलक्षणा व्यवस्था अस्तु तर्हि शिक्षणविधिः सम्यक् स्यात् इति सिद्धान्तः शिक्षणविधिः अत्र भवत्या किम् अस्ति पुष्पदीक्षितमहोदयाः सम्यक्तया कृतमेव अकारान्तः आकारान्तः अनन्तरं हलन्तदातवः सन्ति चेत् उपधायां तिष्ठस्य वर्णः स्वीकृत्य पुगन्तलघुपदस्य च इति सूत्रं स्वीकृत्य अत्र गुणः भवति शिक्षणविधिः सम्यक् चेत् मनुष्यस्य क्षमता तेन वर्धिता भवति एव तस्याः च वर्धितक्षमतायाः पूर्तिः अपि तेन विधिना भवति एव अत्र सर्वम् अवगन्तुं शक्यते एव अनया दृष्ट्या पाणिनिः अत्युत्तमः अध्यापकः तस्य अष्टाध्यायी ग्रन्थस्य सूचना योजनशैली विलक्षणा अतः एव गतपाठस्य मातुः वैलक्षणं किं किम् अभवत् इति वयं दृष्टवन्तः कथं विलक्षणा इति चेत् संस्कृतभाषायाः आकृतिः तु बृहती अस्याः बृहदाकृत्याः प्रकटीकरणार्थं यत् विशिष्टज्ञानयोजनम् आवश्यकमेव अष्टाध्यायाः तादृशम् एवम् एकविशिष्टज्ञानयोजनं सिस्टम्स् अप्रोच् सर्वत्र एतत् विशिष्टज्ञानम् अस्ति चेत् सिस्टमेटिक् यत्र सिस्टमेटिक् अस्ति अत्र अध्ययनं सुलभमेव सरलता एव इति विशिष्टज्ञानयोजनं नाम्ना वर्तते एव पाणिनेः पूर्वं बहवः वैयाकरणाः आसन् एव पूर्वं बहवः वैयाकरणाः सन्ति एव अत्र यत्र पाणिनेः सूत्रम् आगत्य कार्यं करोति शनैः एतत् पूर्वं वैयाकरणाः विषयाः त्यक्तवन्तः वैयाकरणाः आसन् ते विरचिताः ग्रन्थाश्च आसन् पूर्वम् आसीत् एव परन्तु एकवारं यदा अष्टाध्यायी आगता तदा अन्ये सर्वे ग्रन्थाः शनैः त्यक्ताः अत्र किमपि अत्र मुख्यप्रमुखरूपेण वयं न स्वीकर्तुं शक्यते एव शनैः त्यक्ताः किमर्थम् अष्टाध्यायीग्रन्थसम्पूर्णं सम्पूर्णः इति सत्यमेव तस्य लघुत्वं वर्तते इति अपि सत्यम् विर्धिर दैज् अदेन् गुणः इको गुणवृद्धि इति सर्वं क्रमेण किञ्चित् न्यूनतया बृहत् सूत्रमपि अस्ति बहु बृहत् सूत्रमपि अस्ति अत्र परन्तु अत्र लघुत्वं वर्तते इत्यपि सत्यं परन्तु कारणेषु अन्यतमम् इदम् अवश्यं विशालविषयस्य कृते एका विलक्षणा व्यवस्था अत्र बहु सुलभं बहु सरलतया वक्तव्यं चेत् किञ्चित् अध्ययनं करणीयम् इति सा चिन्तितवती अत्र महालक्ष्मी पठितुं शक्यते वा आम् पठतु हरि ओम् अद्य एषा वृत्तिः संस्कृत व्याकरणे व्याकरणमेव तेषां सविते अधिकसमयश्च अधिकं प्रशिक्षणश्च अतः अष्टाध्यायाः सिस्टम्स् अपरोच यद्यपि मनसि न स्यात् तथापि ते बहु सङ्घर्ष कृत्वा बहु समयं यापयित्वा व्याकरणाध्यायेन सफलाः भवन्ति परन्तु अस्माकं कृते येषाम् अन्या वृत्तिः अवकाशाः न्यूनश्च पाणिनेः सिस्टम्स् अप्रोच् अतिमहत्त्वपूर्णम् अनेन सिस्टम्स् अप्रोच् इति शिक्षणविधिना अध्ययनमार्गे तर्कः अधिकः कण्ठस्थीकरणम् अतीव न्यूनम् अपि च वृत्तिः या कापि भवतु नाम अनेन मार्गेण सर्वेषां प्रगतिः शीघ्रमेव भवति इति निश्चितम् अग्रे अपि पठनं वाम न एकम् अहं वदामि अदि एषां वृत्तिः संस्कृतव्याकरणमेव तेषां सविधे समीपे अधिकसमयश्च अधिकं प्रशिक्षणञ्च अतः अष्टाध्याय्याः सिस्टम् अप्रोच् इति विशिष्टज्ञानयोजनं यत्र भवति विशिष्टरूपेण वैलक्षण्यम् इत्युक्ते विलक्षणा अस्ति अत्र यद्यपि मनसि न स्यात् तदापि ते बहु सङ्घर्षं कृत्वा बहु समयं यापयित्वा अत्र व्याकरण अध्ययन सफलाः भवन्ति एव अतः एव अत्र प्रयत्नं करणीयमेव यत्र प्रयत्नं नास्ति तत्र अध्ययनमपि नास्ति एव यत्र अध्ययनमपि अस्ति प्रयत्नमपि अस्ति एतत् सर्वं सरलतया भवति एव परन्तु अस्माकं कृते येषाम् अन्या वृत्तिः अवकाशः न्यूनश्च न्यूनम् इत्युक्ते बहु कं बहु न्यूनं किमस्ति चेत् विस्तारतया नास्ति एव पाणिनेः सिस्टम्स् अप्रोच् अतिमहत्त्वपूर्णमस्ति अतः एव अत्र लघुत्वमस्ति किम् अस्ति अत्र पाणिनेः विषये सिक्स् अत्र षड् विषयाः पाणिनेः विषयाः अत्र वयं पूर्वं दृष्टवन्तः लघुत्वमस्ति अत्र सरलमस्ति किमपि अत्र विश्वतो मुखाः सर्वत्र द्रष्टुं शक्यते वा इति षड्विधाः अत्र सन्ति एव पाणिनेः विषयेण अनेन सिस्टम्स् अप्रोच् इति शिक्षणविधिना अध्ययनमार्गे तर्कः अधिकः कण्ठस्थीकरणम् अतीव न्यूनमेव अत्र कण्ठस्थीकरणम् इति सन्ति एव अतः एव अत्र व्योमवर्गः अपि अचलत् पूर्वं मया कृतमेव प्रथम अध्याय आरभ्य अष्टाध्यायीपर्यन्तम् अत्र अत्र द्वे स्तः किमस्ति एकस्मिन् पक्षे पारायणकर्ताः अन्यस्मिन् पक्षे कण्ठस्थीकर्ताः इति द्वयमासीत् कण्ठस्थीकरणम् इति न्यूनता बहु न्यूनमेव कण्ठस्थीकरणम् अत्र बाल्यवयसि एव बहु समीचीनम् आसीत् परन्तु वयोधिकाः अपि एतत् कर्तुं शक्यते एव बहु प्रयत्नं करणीयमेव मया पूर्वम् एतत् विषये पारायणकर्ता एव मया कृतम् अत्र कण्ठस्थीकरणम् इति अतीव न्यूनमेव तस्य रेकार्डिङ्ग् अस्ति वा भगिनि अष्टाध्योमा इति गच्छतु अत्र अष्टाध्यायी पारायणम् इति अत्र स्थापयतु एतत् आगच्छति एव लिङ्क् अहं प्रेषयिष्यामि पश्यतु अनन्तरम् अत्र एतदपि सुलभमेव अत्र पश्यतु इदानीम् अत्र द्रष्टुं शक्यते खलु अत्र किमस्ति अष्टाध्यायी पारायणम् इति अस्ति खलु अष्टाध्यायी पारायणम् एतत् क्लिक् करोतु आगच्छति प्रत्याहाराः इति सर्वे आगच्छति ऐ उनु ड्रुलुक् ए ओङ् ऐ औच् एतत् सर्वम् इदानीमत्र प्रथम अध्याये प्रथमपादः इति अस्ति अत्र क्लिक् करोतु एतत् सर्वम् आगच्छति एव अत्र वृद्धिराधे अधे गुणः एको गुणवृद्धि अत्र एतत् ट्रयाङ्गल् अस्ति खलु क्लिक् करोतु अनन्तरम् अत्र श्रोतुं शक्नुमः एव अत्र एकः आदमी एकः मनुष्यः आगत्य वृद्धिराधैच् अत्र सः उच्चारणं कथं कर्तव्यम् इति अत्र शृणुमः एतत् सर्वाणि प्रथमाध्याये प्रथमपादः आरभ्य अनन्तरम् अत्र क्लिक् कर्तुं शक्यते चेत् प्रथमपादः प्रथम अध्यायः द्वितीयपादः इदानीं प्रथमाध्यायः तृतीयपादः प्रथमाध्यायः चतुर्थपादः अग्रे क्लिक् करोति चेत् द्वितीय अध्यायः प्रथमपादः प्रथमसूत्रं समर्थः पदविधिः सुभामन्त्रिते पराङ्गवत् स्वर् ए इति अस्ति एतत् पारायणम् अत्रैव अस्ति अत्र व्योमा इति गन्तव्यम् इति न एतत् नीलेश् महोदयेन एतत् समीचीनतया अत्र दत्तमेव अस्तु इदानीमत्र अध्ययनमार्गे तर्कः अधिकः कण्ठस्थीकरणम् अतीव न्यूनमेव बहु न्यूनमेव कोऽपि अत्र कर्तुं न शक्नुमः एव इच्छा अस्ति चेत् एतत् अस्माकम् अस्ति स्थितस्य आमलकमेव भवति एव प्रयत्नमेव करणीयम् अपि च वृत्तिः या कापि भवतु नाम अत्र वेङ्कटसुब्रह्मण्यन् डाक्टर् वेङ्कटसुब्रह्मण्यन् सः एव व्योम इत्यस्य नेता अस्ति सः उक्तवान् अत्र वयोधिकः वृद्धा अनन्तरम् अत्र रुग्णः अपि अभवत् तत् अष्टाध्यायी समये पारायणं सा तु पारायणं कृतवती पारायणं कर्तुं समये आपरेशन् आसीत् आपरेशन् अनन्तरं सा आगत्य समीचीनतया सा उक्तवती एव पारायणम् अतीवसन्तुष्टः अहमस्मि इति सः उक्तवान्। एतत् कुत्र इदानीम् अत्र अमरकोशः इति वर्गः चलन्ति एव, तस्य समये सः उक्तवान्। अनन्तरम् अत्र अष्टाध्यायी पुनरपि आरब्धवान्, प्रथम प्रथम अध्यायः प्रथमपाद आरभ्य द्वितीयपादपर्यन्तम् अत्र चलन्ति एव। अत्र गच्छतु, श्रोतुं शक्नुमः। अहमपि अत्र मेलनं कृतं, परन्तु श्रोतुमेव, किमर्थं चेत् अहम् एतत् सर्वम् अभवत्येव, पुनरपि पुनरपि एतत् किमस्ति श्रोतव्यमेव। नाम अनेन मार्गेण सर्वेषां प्रगतिः प्रगतिः इत्युक्ते अत्र वर्धनं भवति एव, शीघ्रमेव भवति इति निश्चितम्। यत्र यत्र प्रयत्नं कुर्मः तत्र एतत् सर्वम् अस्माकं मनसि आगच्छति एव। अत्र गोदामल अग्रे पठतु महोदय कृपया। आम्लकम् इत्युक्ते नेल्लिका, उल्लङ्घनेल्लिका। उत्तमम्, उल्लङ्घनेल्लिका अस्माकम् अस्ति एव, आमलकम् अस्ति एव, द्रष्टुं शक्यते एव, कुत्रापि नास्ति, अस्माकम् अस्ति एव अस्ति। अतः अस्माकं समीपे पाणिनीः सूत्राणि सन्ति, द्रष्टुं शक्यते, श्रोतुं शक्यते आमलकमिव। परन्तु अत्र किं भवितव्यम्? अध्ययनं भवितव्यम्। अस्तु, गोदमल् भगिनी पठतु अग्रे। अस्मिन् पाठद्वये पाणिनेः अद्य पापन विधिः सिस्टम् अप्रोच् कथम् इत्यस्य बोधनार्थं द्वो बिन्दु अवलोक्यते। प्रकरणं प्रक्रिया भेदः अष्टाध्यायः मानचित्रम् इदानीम् एकनिमिषं। पाठद्वये अत्र पाणिनेः अध्यापनम् अत्र अध्यापनम् इति ल्युडन्तम् अस्ति, निच् अस्ति, पठामि पाठयामि। अत्र अध्यापनविधिः सिस्टम्स् अप्रोच् कथम् इत्यस्य बोधनार्थं द्वौ बिन्दु अवलोक्येते, एते वर्धते, वर्धेते, वर्धन्ते, अवलोक्यते, अवलोक्येते, अवलोक्यन्ते। प्रकरणप्रक्रिया भेदः, प्रकरणं किम् अस्ति, प्रक्रिया, प्रक्रिया इत्युक्ते, प्रक्रिया इत्युक्ते किम्? अत्र भूधातुः भूवादयो धातवः इति अस्ति, भूसतायम्। अत्र भू इति अस्ति, अनन्तरम् अत्र दीर्घ ऊकारः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति, भो इति भवति। अनन्तरं भो इति अस्ति ओकारः, एचो यवा यावः इत्यनेन ओकारस्य स्थाने अवादेशः भवति, बौ इति भवति। बौ योगः शप् मध्ये अकारः तिष्ठति, बौ योगः आ भव इति भवति। ति इति विवक्षा, प्रथमपुरुष एकवचनं विवक्षा अस्ति, अतः तत्र भवति इति प्रक्रिया अस्ति, एतदेव प्रक्रिया। इदानीम् अष्टाध्यायाः मानचित्रम् अत्र किं किम् अस्ति इति अवलोकनं कर्तुं शक्यते एव। गोदा भगिनी एव पठतु अत्र ए बिन्दु। क्रमेण आवल्यं भिन्नैः कर्मचारिभिः यानस्य एकैकस्य न कुत्र पठति क्रमेण वृत्तान्तः कार्यानस्य निर्माणं क्रमेण आवल्यां भिन्नैः कर्मचारिभिः यानस्य एकैकस्य भागस्य निर्माणम् एकस्य कर्मचारिणः एकम् एव कार्यं यत् तेन कर्मचारिणा वारं वारम् आदिनं क्रियते. आनन्देन तस्य कर्मचारिणः तस्मिन् कार्ये नैपुण्यं जायते. शीघ्रमेव सम्यक्तया च तेन निर्धारितः कार्यं सिध्यति. कोऽपि पिस्टन् निर्मिति कोऽपि स्टीरिङ्ग् वील् निर्मिति कोऽपि रेडियेटर् निर्मिति एवं च यानस्य प्रत्येकं भागः असेम्ब्लि लैन् मध्ये पृथक् स्थले पृथक् यानेन निर्मीयते. तदा अन्ते सर्वं सगृह्यक यानं भवति. एवं रीत्या यन्यत्र घरं सम्यक्तया प्रवर्तते. अत्र वृत्तान्तः किम्? अत्र एतत् विषये डेमोन्स्ट्रेशन् वृत्तान्तः किमस्ति इति कार्यानस्य निर्माणं कार्यानस्य अत्र यानमिति स्वीकुर्मः चेत् अत्र पृथक्तया डिपार्ट्मेण्ट् अस्ति खलु. एतत् निर्माणम् अत्र किमपि निर्माति चेत् अत्र पिस्टन् इति पृथक्तया अस्ति. अनन्तरं स्टियरिङ्ग् वील् तत्र सेक्षन् अत्र भागः कुत्रापि सन्ति. अनन्तरं रेडियेटर् एतत् सर्वं समीचीनतया पृथक् पृथक्तया अस्ति. तदेव अस्माकं कृते भोजनं करणीयं चेत् अत्र शाकाः भवन्ति, स्थालिं भवन्ति, अत्र अग्निमपि भवन्ति, अत्र किमपि कार्यं तत्र जलमपि सन्ति. एतत् पृथक् पृथक्तया यत्र सामग्रीं पृथक् पृथक्तया सन्ति ते सर्वे एकस्मिन् स्थले आगत्य कार्यं करोति चेत् अन्ते एव वयम् अत्र भोजनं स्वीकुर्मः. तदेव एव एवं रीत्या एव अत्र यन्त्रागारम् इत्युक्ते गृहं यत्र अत्र मिशिन्स् उत्पत्ति अत्र प्रोडक्षन् यत्र भवति सम्यक्तया तत्र पृथक् पृथक्तया एव वयं स्वीकुर्मः. क्रमेण आवल्यां भिन्नैः आवल्याम् इत्युक्ते अत्र दीप आवली अत्र क्रमशः अत्र लैन् इति अस्ति. क्रमशः अत्र प्रक्रिया अस्ति एव. इदानीमेव भू इति धातुः भवति इति प्रक्रिया किम् अभवत् इति वयं दृष्टवन्तः. तदेव अत्र आवल्यां भिन्नैः कर्मचारिभिः यानस्य एकैकस्य भागस्य निर्माणम् अत्र कर्मचारिणः बहवः सन्ति खलु. अत्र एकस्य कर्मचारिणः एकमेव कार्यम्. अत्र स्टेरिङ्ग् अस्ति चेत् स्टेरिङ्ग् कार्यमेव, पिस्टन् अस्ति चेत् पिस्टन् कार्यमेव, रेडियेटर् अस्ति चेत् रेडियेटर् कार्यमेव पृथक् पृथक्तया अस्ति. वारं वारम् आदिनं क्रियते एव. आनन्देन तस्य कर्मचारिणः तस्मिन् कार्ये नैपुण्यं निपुणस्य भावः आगच्छति एव. अतः एव बैंक इति वयं कोशे गन्तुं शक्नुमः चेत् अत्र ट्रेषरी कोशः सः एव अत्र धनं स्वीकृतवान्. अत्र फिलप् करणीयम् अत्र दातव्यं स्वीकर्तव्यमिति बहवः विभागः पृथक् पृथक्तया अस्ति एव. अत्र केशियर् अत्र कोशविषये न आगच्छति चेत् किञ्चित् क्लेशः भवति एव. अन्य कोऽपि आगत्य अत्र केशियर् इति अत्र उपविशति चेत् अत्र दशरूप्यकाणि न तु शतं रूप्यकाणि अत्र किमपि गच्छति एव. बहु सुलभं नास्ति केशियर् इति अत्र पदवी इति किमपि सरलं नास्ति एव. यत्र यत्र अध्ययनं भवति यत्र यत्र प्रयत्नं भवति तत् समये एव नैपुण्यं जायते निपुणस्य भावः तत् समये एव आगच्छति नैपुण्यम् आगन्तव्यं चेत् प्रयत्नम् अत्र भगवान् अपि यः श्रद्धा दातुं शक्यते एव तत् समये एव साधकः भवति इति उक्तवान् श्रद्धा भवितव्यं श्रद्धा नास्ति चेत् किमपि अस्माकं हस्ते न आगच्छति एव नैपुण्यं ज्ञानार्थं वयम् अत्र प्रयत्नं कुर्मः शीघ्रमेव सम्यक्तया च तेन निर्धारितं कार्यं सिद्ध्यति एव अत्र किमपि पुनरपि पुनरपि मया किमपि किमर्थं पठति चेत् अत्र किञ्चित् दोषाः सन्ति एव पठनसमये भवद्भिः अतः एव अहं पुनरपि पठामि तत् समये अन्यचिन्तनं नास्ति एव अत्र सङ्गणके पश्यतु अत्र किं दोषः मया कृतम् इति आलोचयतु अनन्तरं क्षमीकरोतु कोऽपि पिस्टन् निर्माति कोऽपि स्टीरिङ्ग् वील् निर्माति कोऽपि रेडियेटर् निर्माति एवं च यानस्य प्रत्येकं भागः असेम्ब्लि लैन् मध्ये पृथक् स्थले पृथक् जनेन जनेन इत्युक्ते मनुष्येन जानेन नास्ति गोदा भगिनी जनेन निर्मीयते निर्मीयते निर्मीयते निर्मीयन्ते निर्मीयसे निर्मीयेति निर्मीयद्वे निर्मीये निर्मीयावहे निर्मीयामहे इति अस्ति इदानीं तदा अन्ते सर्वं सङ्गृह्य यत्र शाखा पृथक्तया अस्ति जलं पृथक्तया अस्ति अग्निः अपि पृथक्तया अस्ति सङ्गृह्य एकस्मिन् पक्षे अत्र सङ्गृह्य का यानं भवति अत्र क यानम् इत्युक्ते अत्र किमस्ति कार् बस् एतत् स्कूटर् यानमेव यानेन गच्छामि इति अस्ति खलु यानं भवति एवं रीत्या यन्त्रागारं सम्यक्तया प्रवर्तते इदानीं पृथक्तया अस्ति अनन्तरमेव यानं पूर्णतया आगच्छति अस्तु इदानीमत्र गीता श्रीधर् पठतु आं भगिनि एकस्मिन् प्रकोष्ठे पूर्णयानस्य निर्माणम् आरम्भतः अन्तःपर्यन्तम् एकेन कर्मचारिणा पूर्णयानं निर्मीयते सः कर्मचारी स्वयं एकां घण्टां यावत् टयर्स् तदा एकां घण्टां यावत् इञ्जिन् तदा तथैव वातानुकूलनम् एक्सास्ट् आसनानि काचनम् इत्यादिकं काचम् इत्यादिकम् अनेन तस्य नैपुण्यं कस्मिन्नपि कार्यं न जायते अतः कार्यं मन्दं कष्टकरं सङ्घर्षमेव सिद्ध्यति यन्त्रागारं सम्यक्तया न प्रवर्तते इति तु निश्चितम् पृथक् पृथक् एकं एकनिपुणः इद स्टीरिङ्ग् करोति अनन्तरं पृथक् एकः वील् करोति तादृशं भवति चेत् एकस्मिन् स्थाने सर्वं सर्वाणि यन्त्राणि समीचीनतया कार्यं कर्तुं शक्यते परन्तु एकः एव सर्वं करोति चेत् किञ्चित् कष्टकरं भवति समयः अपि अधिकं भवति उत्तमरीत्या उक्तवती आम् प्रतिपादनं सम्यक्तया अभवत् एव आम् अत्र घण्टा अत्र एतदपि स्वयं कर्तुं शक्यते चेदेव अत्र कार्यं बृहत् अस्ति घण्टा अपि बृहत् अस्ति अत्र समयः अतीतः एक्सास्ट् अत्र वातानुकूलनम् अत्र सः एव सर्वं करोति चेत् आम् वातानुकूलनम् इत्युक्ते एसि भगिनि सर्कम्स्टेन्सस् एसि एवं वा वातानुकूलनम् अत्र न वातानुकूलम् अत्र यत्र यत्र किमपि कार्यं नास्ति किमपि कार्यमस्ति एतत् स्वीकृत्य वातानुकूलम् अत्र सर्कम्स्टेन्सस् किं भवति इति सर्वं सः एव करोति चेत् अत्र किम् एक्साक्ट् अस्ति खलु अत्र शीघ्रमेव अत्र कार्यं कर्तुं न शक्यते अनन्तरम् अत्र आलसः अपि भवितुमर्हति खलु टयर्नस् अस्ति अस्तु अत्र आसनानि काचम् इत्यादिकम् अनेन तस्य नैपुण्यं कस्मिन्नपि कार्ये न जायते एव अतः एव पृथक् पृथक्तया अस्ति अतः एव मातुः अपि अष्टमबिन्दुः पश्यतु अत्र अकारान्तः आकारान्तः ईकारान्तः ईकारान्तः मुनिशब्दं वारिशब्दम् इति नपुंसकलिङ्गे इकारान्तपदं किम् अस्ति पुल्लिङ्गपदे किम् अस्ति स्त्रीलिङ्गपदे इकारान्तपदं किम् अस्ति इति शब्दमञ्जर्यां पृथक् पृथक्तया अनन्तरमेव कृतवन्तः अतः कार्यं मन्दं कष्टकरं ससङ्घर्षमेव सिद्ध्यति यन्त्रागारम् अत्र सम्यक्तया न प्रवर्तते इति तु निश्चितं पृथक् पृथक्तया अस्ति चेत् अत्र वातानुकूलमपि सम्यक्तया अस्ति अनन्तरमत्र घण्टा अपि बहु सुलभमस्ति अनन्तरम् आलसमपि नास्ति एव तदेव व्याकरणक्षेत्रे अस्तु अन्तलक्ष्मी पठितुं शक्यते वा अञ्जना पठतु तदेव व्याकरणक्षेत्रे उपरि पूर्णं एकं यानं निर्मितेः व्याकरणक्षेत्रे क्रियापदानि निर्माणम् इति उदाहरणं क्रियताम् संस्कृते मूलं धातुः इति ज्ञायते क्रियापदस्य निर्माणे महान् प्रपज्ञः अत्र यन्त्रागारे सर्वेषां दशानां धातुगणानां सर्वे दशलकारः निर्मीयन्ते अत्र पश्यतु उपरि पूर्णं एकं यानं निर्मीयते व्याकरणक्षेत्रे क्रियापदनिर्माणम् इति उदाहरणं स्वीक्रियताम् क्रियापदम् एकः इदानीमेव दृष्टवन्तः भवति एतत् क्रियापदं धातुः अस्ति खलु उदाहरणं स्वीक्रियते चेत् स्वीक्रियतु इति संस्कृते मूलं धातुः इति ज्ञायते यत्र मूलं धातुः भू इति अस्ति अत्र अर्थमपि अस्ति भूसतायाम् इति क्रियापदस्य निर्माणे महान् प्रपञ्चः अत्र यन्त्रागारे सर्वेषां दशानां धातुगणानां सर्वे दशलकाराः निर्मीयन्ते वयम् अत्र अपि दशलकारः सन्ति एव परन्तु अत्र अपि पृथक्तया अस्ति द्वे स्तः किं किम् लकारः किम् जानीमः एव वयं जानीमः एव वदतु लकारः न द्वे एव स्तः अत्र कोऽपि वक्तुं शक्यते वा सुलभमेव परस्मैपदी आत्मनेपदी लकारः एतदपि अस्ति परन्तु लकारः किं द्वे एव स्तः मया पूर्वम् उक्तमेव भवद्भिः सुलभमेव एतत् अन्य कोऽपि अन्य कोऽपि सर्वे जानन्ति एव चिन्तयतु दशलकाराः सन्ति अत्र द्वे एव पृथक्तया करणीयमेव इति मया उक्तं. किमस्ति अत्र सार्वधातुकलकाराः आर्धधातुकलकाराः इति अस्ति. आम् आम् भगिनि, आं भगिनि, सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ्ग् इति अस्ति. शेषाः षड् सन्ति, एतत् आर्धधातुकलकाराः. लकाराः विषये अपि अत्र पृथक्तया अत्र दत्तमेव. इदानीम् अत्र असेम्ब्ली लैन् मोडल् मया फ्याक्ट्रि मेनेजर् ऐ वास् वर्किङ्ग् अस्ति, किमस्ति अत्र सीनियर् मेनेजर् हेच् आर् अण्ड् अड्मिनिस्ट्रेशन्. प्रातःकाले सप्तवादने 3000 नास्ति, 300 अनन्तरं माध्याह्निकं 300 अनन्तरं सप्तवादने रात्रौ अपि 300 अत्र कान्ट्राक्ट् लेबर्स्. अत्र असेम्ब्लि लैन् प्रोडक्षन् लैन् अधः अस्ति. मम आफीस् अड्मिनिस्ट्रेशन् कार्यक्रम एतत् सर्वाणि उपरि सन्ति. अहं गन्तव्यमेव, मया गन्तव्यमेव सर्वत्र असेम्ब्लि लैन् मध्ये किं किम् अभवत् इति. एकस्मिन् पक्षे अत्र विस्टियान् इति अस्ति, एतत् होण्डा इति कम्पनी, तत्र विस्टियान् इति अस्ति. ते अस्माकं कृते किञ्चित् कार्यं दत्तवन्तः. अत्र किम् अस्ति चेत् विस्टियान् इति एकस्मिन् पक्षे एकस्मिन् स्थले स्थापनीयमेव. अत्र सि ऐ टि यूनियन् अपि अस्ति. अत्र एकः 104 एम्प्लायीस् आर् कम्प्लीट्लि किमस्ति अत्र पर्मनेण्ट् लेबरर्स्. अत्र एकः मनुष्यः विस्टियान् इति तत् उपरि न दत्तम्. सः तु अत्र क्रमशः अत्र प्रोडक्षन् भवन्ति एव, प्रोडक्षन् अभवत्. विस्टियान् इति अत्र नाम न दत्तवान्. अनन्तरम् अड्मिनिस्ट्रेशन् कृते आगत्य सः तु उक्तवान् मिस्टेक् अभवत्, अत्र किमपि कार्यं करोति चेत् करोतु इति उक्तवान्. अनन्तरं सः गतवान् अपि. सो एतत् असेम्ब्लि लैन् मोडल् अस्ति अत्र, बहु पृथक्तया कार्यं करोति एव. क्रमेण आवल्यां भिन्नेषु स्थलेषु भाषायाः एकैकस्य लकारस्य निर्माणं पृथक्तया करणीयमेव. असेम्ब्लि लैन् इत्यस्य प्रत्येकस्मिन् स्थले एकं एव कार्यम्, एकः लकारः यः वारं वारं क्रियते आनन्देन तस्मिन् कार्ये नैपुण्यं जायते. प्रक्रिया अत्र अस्ति चेत् अत्र सुलभमेव, शीघ्रमेव सम्यक्तया च निर्धारितं कार्यं सिद्ध्यति. यथा एकस्मिन् स्थले लट्लकारः एव निर्मीयते, सर्वेषां दशानां गणानां 2000 धातूनां, तत्र सामान्यनियमाः अपवादाश्च सर्वेषां लटः कृते एव. अत्र लट् लकारम् अस्ति चेत् अत्र तीतः अन्ति, तीतः मी वहमः, सर्वत्र लट् लकारविषये एतदेव गच्छन्ति. लट् विषये नैपुण्यं शीघ्रमेव प्रकटम्. असेम्ब्लि लैन् इत्यस्य अपरस्मिन् स्थले लृट्, पुनः अपरस्मिन् स्थले लिट् इत्यादिकम् अत्र पृथक् पृथक्तया तत्र दत्तं. किं किम् अस्ति इति, लट् मध्ये किम् अस्ति, लृट् मध्ये किम् अस्ति, लिट् मध्ये किम् अस्ति, विधिलिङ्ग् मध्ये किम् अस्ति, अत्र पृथक् पृथक्तया दत्तम्. एकस्मिन् स्थले एक एव लकारः 2000 धातूनां कृते. एवं कृत्वा सर्वे कर्मचारिणः स्वकार्ये निपुणः आनन्देन सर्वाणि क्रियापदानि निर्मितानि च. अत्र पृथक् पृथक्तया तत्र दत्तम्. आवली बहु सुलभमेव. एतत् पुष्पदीक्षितमहोदयया एव समीचीनतया एतत् दत्तम्। अग्रे द्वितीयबिन्दुः अग्रिमवर्गे वयं पश्येम। अत्र गीता श्रीधर मङ्गलश्लोकं वदतु। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। ॐ पूर्णमतः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमाय पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। धन्यवादः भगिनी। राम राम। धन्यवादः।